ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाः च। अस्माभिः यथा लकारेषु तत्र सार्वधातुकप्रकरणम् अर्धधातुकप्रकरणम् इति दृष्टं, तथैव कृत् प्रत्ययेषु अपि तत्र भवति। यदि कृत् प्रत्ययः सार्वधातुकः अस्ति चेत् तत्र अपि धातूनां गणचिन्तनम् आवश्यकं भवति, इत्युक्ते तत्रापि धातु सार्वधातुकृत् प्रत्ययमध्ये गणविकरणप्रत्ययः अवश्यम् आयाति। कृत् प्रत्ययेषु तत्र यः सार्वधातुकृत् प्रत्ययः अस्ति सः शत्रुशानच् इति अस्माभिः सर्वदा तत्र तस्य प्रयोगः भवति। अतः अस्मिन् करपत्रे शत्रुप्रत्ययस्य तत्र उदाहरणानि सन्ति। शत्रुप्रत्ययन्त शत्रुप्रत्ययः धातोः अनन्तरं योजयामः चेत् तत्र कथं प्रक्रिया भवति। सो शत्रुप्रत्ययः शित् अस्ति, अतः तेन कारणेन तिंशित् सार्वधातुकम् इत्यनेन शत्रुप्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति। अतः सार्वधातुकर्तर्थक् अपि च मूले सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे भवति कर्तरिकृत् इति सूत्रेण। अपि च शत्रुशानच् विषये तत्र कोऽपि अपवाद सूत्रमपि नास्ति कर्तरि वा कर्मणि वा। अतः अनेन सूत्रेण कर्तरिकृत् इति सूत्रेण शत्रुशानच् इति कर्तरिप्रयोगे एव स्तः। सो शत्रुप्रत्ययः सार्वधातुक अस्ति, कर्तरिप्रयोगे अस्ति, अतः कर्तरिप्रयोगे तस्य विधिः अस्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः तत्र धातोः अनन्तरं भवति एव। कर्तरि शप् इति सूत्रस्य कृते अन्य अपवादसूत्राणि सन्ति, अतः तत्र कुत्रचित् शन् आयाति, कुत्रचित् श आयाति, कुत्रचित् श्न आयाति। सो शपं प्रबाद्य तत्र तस्य गणस्य विकरणप्रत्ययः मध्ये आयाति। सो विकरणप्रत्ययः शत्रुप्रत्यये अपि तत्र धातोः अनन्तरं विकरणप्रत्ययस्य विधानं तत्र भवति। अतः यथा लकारेषु तत्र रूपभेदः अन्ततो गत्वा रूपभेदः दृश्यते, तथैव सार्वधातुकृत्प्रत्ययेषु अपि विकरणप्रत्ययस्य कारणेन तत्र रूपभेदः दृश्यते। अस्माभिः पूर्वस्मिन् वर्गे तत्र दृष्टं विकरणप्रत्ययस्य इत्युक्ते सार्वधातुकृत्प्रत्ययेषु अपि तत्र रूपभेदः जायते। अतः कुत्रचित् पठन् नश्यन् आप्नुवन् बिन्दन् कुर्वन् क्रीणन् इति रूपाणि तत्र भिन्नभिन्नगणे तत्र भवति। सो विकरणप्रत्ययस्य तत्र आकृतिः अस्ति, स्वस्य आकृतिः अस्ति, अतः सः धातोः कृत् प्रत्यये मध्ये तस्य आकृतिः आयाति, अतः रूपभेदः जायते। रूपभेदः तत्र दशसु गणेषु तत्र श्रूयते दृश्यते। किमपि साम्यं नास्ति सार्वधातुकृत् प्रत्ययेषु। अपि च कृत् विकरणप्रत्ययः स्वयं प्रत्ययः प्रत्ययसंज्ञा अस्ति तस्य, अतः प्रत्ययस्य कारणेन अङ्गे अपि किञ्चित् परिवर्तनं भवति। सो शप्रत्ययः सार्वधातुपित् प्रत्ययः अस्ति, भुवादिगणे चुरादिगणे शप्रत्ययस्य विधानं भवति, अतः तत्र शप्रत्ययस्य कारणेन अङ्गे गुणकार्यं भवति। सो प्रत्ययस्य कारणेन अपि अङ्गे परिवर्तनं भूत्वा तत्र अन्ततो गत्वा रूपभेदः तत्र जायते। किमर्थं चेत् विकरणाः अपि प्रत्ययाः, तेषां कृते अपि प्रत्ययसंज्ञा अस्ति, अतः अङ्गस्य अधिकारः तत्र वर्तते सुप्रत्य अतः अङ्गे कुत्रचित् तत्र कस्मिंश्चित् गणे तत्र अङ्गे परिवर्तनं भवति. अङ्गे परिवर्तनं भवति चेत् अन्ततो गत्वा अपि तत्र रूपभेदः जायते. सो प्रथमतया तत्र विकरणप्रत्ययस्य स्वस्य आकृतिः भिन्नभिन्न अस्ति, इत्युक्ते कुत्रचित् या इति भागः, कुत्रचित् श्ना, कुत्रचित् न इति भागः, कुत्रचित् केवलं न इति अस्ति. तेन कारणेन अपि अन्ततो गत्वा रूपभेदः जायते, अपि च विकर्णः स्वयं प्रत्ययः, प्रत्ययस्य कारणेन अङ्गे अपि कुत्रचित् परिवर्तनं भवति, कार्याणि भवन्ति, गुणकार्यं वृद्धिकार्यम् इति भवति, अतः तेन अपि अन्ततो गत्वा रूपभेदः जायते. सो प्रत्ययस्य कारणेन कस्मिन् कस्मिन् गणे किं किं भवति इति अस्माभिः तत्र ए बिन्दुतः एफ् बिन्दुपर्यन्तं तत्र अस्माभिः दृष्टम्. सो यदा वयं जानीमः यत्र श्ना प्रत्ययः अस्ति तत्र एकं सूत्रम् अस्ति श्ना अभ्यस्तो रातः इति सूत्रेण, तत्र श्ना प्रत्ययस्य आकारस्य दीर्घ आकारस्य अपि च अभ्यस्त अङ्गस्य आकारस्य तत्र सार्वधातु कित्नित् प्रत्ययपरे तस्य लोपः भवति, दीर्घ आकारस्य लोपः भवति. कुत्रचित् तत्र दीर्घ श्ना इति अङ्गस्य आकारस्य तत्र दीर्घ ई इति आदेशः भवति, ई हल्यगोः इति सूत्रेण, अगोः इति सूत्रेण तत्र हलादि सार्वधातुक् कित् परे नित् सार्वधातुक् नित् प्रत्ययः परे अस्ति चेत् आकारस्य तत्र दीर्घ ई इति आदेशः भवति, यथा तत्र क्रियोग न अस्ति. सो श्ना इति प्रत्ययः तत्र अनन्तरं क्रीणीतः इति रूपं भवति यदा तत्र तः इति प्रत्ययः अस्ति. इत्युक्ते यदा तत्र तिप् प्रत्ययः अस्ति तत्र क्रीणाति एव रूपं भवति, परन्तु यदा तत्र सार्वधातुक् नित् प्रत्ययः अस्ति यथा तस् प्रत्ययः अथवा अन्ति प्रत्ययः, अन्ति तो अजादि सार्वधातुक् नित् अस्ति, परन्तु हलादि सार्वधातुक् नित् अस्ति चेत् तत्र श्ना इति यः क्रीणा इति यः दीर्घ आकारः अस्ति तस्य दीर्घ ई इति आदेशः भवति, अतः तत्र रूपं भवति क्रीणीतः. सो ई हल्यगोः इति सूत्रेण तत्र आकारस्य हलादि सार्वधातुक् नित् प्रत्यये परे दीर्घ ईकारः आदेशः भवति. तथैव अस्माभिः दृष्टम् अचिशुनु धातु ब्रुवां युवोरियङ् वङ्गोस्ति सूत्रेण, तत्र अजादिप्रत्ययपरे अत्र अचि इत्यनेन अङ्गस्य अधिकारे एतत् सूत्रम् अस्ति, अतः अचि इत्यनेन सः अच् प्रत्ययस्य अच् भवेत्, बिकास् अत्र अङ्गस्य अधिकारः अस्ति अस्मिन् सूत्रे. अस्माभिः अहं चिन्तयामि पूर्वस्मिन् वर्गे अचिशुनु धातु ब्रुवाम् इति सूत्रं पठितम्. सो अत्र यः अचि अस्ति अत्र 6477 इति सूत्रम् अस्ति, अतः अत्र अङ्गस्य अधिकारः वर्तते. सो अचि इति यः निमित्तम् अत्र दत्तं सः अचि सः अच् इति प्रत्ययस्य अच् भवेत्, किमर्थं चेत् अत्र अङ्गस्य अधिकारः अस्ति. सो अङ्गस्य प्राक् तत्र प्रत्ययः एव भवति. सो अङ्गस्य सोरि अङ्गस्य अनन्तरं परः तत्र प्रत्ययः भवति, अतः अत्र अचि अस्माकं तत्र यः विवरणम् अस्ति अस्य सूत्रस्य अजादिप्रत्यये परे, अचि इत्यनेन अजादिप्रत्यये परे सः अच् प्रत्ययस्य अच् भवेत्, तदा एव इयङ् वङ् इति आदेशः भवति. अपि च एतत् सूत्रं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कृते तत्र इत्युक्ते यत्र गुणकार्यस्य प्रसक्तिः न भवति तत्र एव अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः भवति. यदि गुणकार्यस्य प्रसङ्गः अस्ति चेत् गुणः करणीयं, यत्र गुणकार्यस्य गुणकार्यं न भवति यथा श इति प्रत्ययः, श इति सार्वधातुकप्रत्ययः अस्ति परन्तु अपित् अस्ति, तत्र किनिति च सूत्रेण सार्वधातुकम् अपित् अपि च किनिति च सूत्रेण तत्र गुणस्य बाधा भवति, श प्रत्यये अकारः अवशिष्यते, सः अचि अजादिप्रत्ययः अस्ति, अतः तस्मिन् तत्र श प्रत्ययस्य प्राक् यदि तत्र इकाररूप धातुरूपी अङ्गम् अस्ति अथवा उकारधातुरूपी अङ्गम् अस्ति चेत् तत्र क्रमशः तत्र इयङ् अपि च उवङ्गादेशः भवति. परन्तु यत्र शप्रत्ययः अपि अजादि अस्ति परन्तु पित् अस्ति, तत्र तु गुणस्य कृते कोऽपि बाधा न भवति. सो तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रेण इकारान्त उकारान्त धातुरूपी अङ्गस्य गुणः एव भवति, न तु इयङुवङ्गादेशः भवति. सो अत्र यदा वयं बलाबल चिन्तनं कुर्मः चेत् तत्र परसूत्रं बलवत् भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रं परसूत्रम् अस्ति, सप्तमध्याये अस्ति, सप्ताध्याये अस्ति, अतः परसूत्रं बलवत् भवति चेत् गुणकार्यम् एव तत्र भवति. एतत् सर्वम् अस्माभिः पूर्वस्मिन् वर्गे दृष्टम्. अपि च तत्र रुदादिगणे अपि तत्र श्नम् प्रत्ययः अस्ति, श्नम् प्रत्ययः मित् अस्ति, तेन कारणेन श्नम् प्रत्ययः धातो यः अन्तिम अच् अस्ति तस्य परे तस्य विधानं भवति, न तु धातु प्रत्यये मध्ये. सो मित् कारणेन श्नम् प्रत्ययस्य नकार न इति भागः धातो यः अन्तिम स्वरः अस्ति तस्य अनन्तरं भवति. यदि धातोः मूले एव कोऽपि नकारः अस्ति चेत् स्नानलोपः इति सूत्रेण, इत्युक्ते अत्र न लोपः भवति, नकारस्य लोपः भवति. यदि सः नकारः तस्य पूर्वे तत्र श्नम् प्रत्ययस्य नकारस्य अनन्तरं धातो यदि कोऽपि अन्यत् नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति इति स्नानलोपः इति सूत्रेण अस्माभिः पूर्वस्मिन् वर्गे दृष्टम्. अपि च सार्वधातुप्रक्रियायां सो यथा तत्र लकारेषु सार्वधातुप्रक्रिया भवति तथैव कृत्प्रत्ययेषु अपि सार्वधातुप्रक्रिया भवति. सो सार्वधातुप्रक्रियायां मुख्यं किमस्ति, मुख्यरूपेण किं भवति, तत्र गणचिन्तनम् अवश्यं करणीयं. कस्य गणस्य धातुः अस्ति तस्य गणस्य विकरणप्रत्ययः धातुप्रत्यये मध्ये अवश्यम् आयाति इति सार्वधातुकप्रक्रियायां तत्र आवश्यकं भवति. इदानीं तत्र बीबिन्दुतः आर्धधातुकृत्प्रत्ययानां रूपाणि. सो यदि कृत्प्रत्ययः आर्धधातुक अस्ति चेत् तत्र कथं प्रक्रिया भवति, समानरूपेण भवति. यथा तत्र लकार आर्धधातुक लकारेषु प्रक्रिया भवति तथैव आर्धधातुकृत्प्रत्ययेषु अपि प्रक्रिया तत्र समान अस्ति. अस्तु भवती केवलं बि बिन्दुतः कृतं भवते पूर्वस्मिन् वर्गे, केवलं बि बिन्दुतः कृतं ए बि एव कृतवन्तः, ए एण्ड् बि ओन्लि. बि अपि न अभवत् वा? अचिष्णु दातु भवान् अत्र सूत्रव्याख्या अस्ति वा अस्मिन् करपत्रे? सो डिड् वि गो थ्रू दिस् अचिष्णु दातु? ऐ थाट् वी हेव् कम्प्लीटेड् दिस् रुदादिगुणः. अस्तु चिन्ता मास्तु, पठामः बि बिन्दुतः पुनः पठामः. अस्तु अस्तु तर्हि प्रारम्भं कुर्मः बिबिन्दुतः पुनः पठामः अचिशुनु धातु भवाम् इति विषये पुनः पठामः. सो प्रथमतया तत्र अत्र शीर्षकमस्ति विकरणप्रत्ययः विकरणः अपि प्रत्ययः अतः प्रत्ययस्य कारणेन धातुरूपी अङ्गे अपि किञ्चित् परिवर्तनं भवति कस्मिंश्चित् गणे. सो प्रथमबिन्दु वयं दृष्टवन्तः भुवादिगणे चुरादिगणे तत्र शप् एव आयाति तेषु गणे एतयोः गणयोः तत्र कोऽपि अपवादसूत्रं नास्ति कर्तरि शप् इत्यस्य कृते अतः तत्र शप् एव तिष्ठति. भुवादिगणे चुरादिगणे शपं प्रबाद्य कोऽपि अन्यविकरणप्रत्ययस्य विधि नास्ति अतः शप् एव तिष्ठति. शप् अपि प्रत्ययः अस्ति अतः शप् प्रत्ययस्य कारणेन भुवादौ चुरादौ तत्र गुणकार्यं भवति. सो तत्र शप् प्रत्ययः सार्वधातुक अस्ति पित् अस्ति अतः यदि तत्र इगन्त अङ्गम् अस्ति अथवा लघु इगपद अङ्गम् अस्ति चेत् तत्र अवश्यं तत्र गुणकार्यं भवति. यथा तत्र भूविषये तत्र भव इति अङ्गं भवति अनन्तरं तत्र किमपि नास्ति वर्णमेलनमस्ति. सिमिलर्लि चुर् इति यः अस्ति चुरादिगणे वयं जानीमः तत्र सत्यपाप् वीणा शूल् इति बृहत् सूत्रेण चुरादिभ्यः तत्र चुरादिभ्यः निच् इति सूत्रेण तत्र निच् प्रत्ययः आदौ तस्य विधिः अस्ति. सो चुर्योग निच् कुर्मः चेत् निच् प्रत्ययः नित् अस्ति विशेष आर्धधातुप्रत्ययः अस्ति अतः तत्र यदि वृद्धिप्रसङ्गः धातौ अस्ति चेत् तत्र आदौ वृद्धि करणीयं. यदि वृद्धिप्रसङ्गः नास्ति चेत् निच् प्रत्ययः कित् नित् भिन्न प्रत्ययः अस्ति अतः तत्र गुणः भवति. परन्तु प्रथमे निच् प्रत्ययनिमित्तीकृत्य यदि वृद्धिकार्यं वृद्धि इत्यस्य प्रसङ्गः अस्ति चेत् आदौ वृद्धि करणीयम्. यदि वृद्धिप्रसङ्गः नास्ति चेत् तदा तु गुणः एव भवति. सो चुर् चोर् भवति अत्र बिकास् निच् प्रत्ययः कित् आर्धधातुप्रत्ययः कित् नित् भिन्न अस्ति अतः चुर् चोर् भवति. अनन्तरं चोरी इति तत्र अङ्गं भवति. चोरी इति न केवलम् अङ्गं भवति परन्तु चोरी इत्यस्य कृते सनाद्यन्तः धातवः इति सूत्रेण चोरी इत्यस्य कृते पुनः धातुसंज्ञा भवति शब्दसमूहस्य कृते. सो धातोः अस्ति चेत् परे सार्वधातु कृत् प्रत्ययः अस्ति चेत् कर्तरि शप् इति सूत्रेण तत्र शप् मध्ये आयाति. सो चोरी अपि च सार्वधातु कृत् प्रत्यय मध्ये तत्र शप् प्रत्ययः आयाति. शप् प्रत्ययः तु चोरी इति धातुरूपी अङ्गमस्ति अत्र इगन्त अङ्गमस्ति अतः चोरे भवति. अनन्तरं सन्धिकार्यं तु अवश्यं करणीयम्. एकारस्य अय इति आदेशः भवति. सो चोरयत् इति तत्र अङ्गं भवति सोरि इति तत्र प्रातिपदिकं कृदन्तप्रातिपदिकस्य निर्माणं भवति. अत्र अत् इति शत्रुप्रत्ययस्य अत् अस्ति. सो अत्र कृदन्तप्रातिपदिकस्य निर्माणं भवति. कृत्तदित् समासाः च इति सूत्रेण चोरयत् इत्यस्य कृते प्रातिपदिकसंज्ञा इदानीं तत्र भवति. अस्तु इदानीं तत्र बिबिन्दुतः पुनः पठामः. सो एतत् अस्ति चुरा भुवादौ चुरादौ प्रथमगणे दशमगणे तत्र विकरणप्रत्ययः शप् एव अस्ति तेन कारणेन तत्र गुणकार्यं भवति सार्वधातु पित् प्रत्ययः. अस्तु चेतना भगिनी भवती एव पठतु बिबिन्दुतः पठतु. विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन इयङ् उवङ् आदेशः अदादिगणे जुहोत्यादिगणे च भ्रूयोग अत् शपः लुक् लोपः भ्रूयोग अत् अचि श्नुधातु भ्रुवाङ् व्योरियङ् यौङ् युवोर् युवोर् इयङ् उवङ्गौ यो इयङ् उवङ्गौ इत्यनेन ऊकारान्तधातुरूपी अङ्गस्य ऊकारस्य स्थाने उवङ् आदेशः सो गृह योग उव योग अत् ब्रुव योग अत् ब्रुवत् पुंसि ब्रुवन् जुहोत्यादौ अपि तथा अत्र ह्री धातुः इकारान्तः अतः इयङ् ह्री बिकम्स् जिह्री योग अत् जिह्र योग इ योग अत् जिह्रियत् इति रूपम् अत्र पश्यतु भगिनि विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन शत्रुप्रत्ययेन तृतीया अस्ति शत्रुप्रत्ययेन इयङ् उवङ् आदेशः अनेन वाक्येन भवती किम् अवगतवती विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन इयङ् उवङ् आदेशः जुहोत्यादिगणे शप्लु भवति अपि च अदादिगणे शप्लुक् भवति अतः तस्य लोपः भवति अतः धातु परे शत्रुप्रत्यय अस्ति चेत् उकारस्य उवङ् इकारस्य इयङ् आदेशः भवति इति अपि च शत्रुप्रत्ययस्य वी हाव् टु रिमेम्बर् द आकृति आफ् शत्रुप्रत्ययः शत्रुप्रत्ययस्य आकृति किम् शत्रुषित् अस्ति आकृति किमस्ति अत् अस्ति अत् अस्ति चेत् अजादि सार्वधातु क्नित् प्रत्ययः शत्रुप्रत्ययः अजादि सार्वधातु क्नित् प्रत्ययः बिकास् अपित् अस्ति शत्रुप्रत्यये कोऽपि पकारस्य इत्संज्ञा नास्ति अपित् अस्ति अतः अपि च शकारस्य इत् अस्ति चेत् सार्वधातुक् अस्ति सो सार्वधातुक् अपित् इति सूत्रेण शत्रुप्रत्ययः निद् इव भवति अपि च आदौ अकारः अस्ति सो अजादि सार्वधातुक् अपित् प्रत्ययः शत्रुप्रत्ययः सो अजादि सार्वधातुक् अपित् अस्ति अतः अत्र तु गुणस्य प्रसङ्गः एव नास्ति नित् कारणेन सो अत्र गुणस्य प्रसङ्गः नास्ति यदा तत्र विकरण शापप्रत्ययस्य लोपः भवति सम्पूर्णतया लोपः भवति तत्र धातुरूपी अङ्गे यदि इकारान्त् इकारः उकारः अस्ति चेत् शत्रुप्रत्ययनिमित्तीकृत्य तत्र कोऽपि गुणकार्यं न भवितुं शक्नोति अतः अत्र यत्र यत्र विकरणप्रत्ययस्य लोपः भवति सो कुत्र भवति अदादि भवति जुहोत्यादिगणे भवति तत्र एव शप्रत्ययस्य लोपः भवति इत्युक्ते लुक् अपि लोपः श्लु अपि लोपसंज्ञा अस्ति सो लुक् कारणेन लोपः लुक् इति लोपः श्लु इति लोपः सो लोपः भवति चेत् इदानीं धातोः परे अजादि सार्वधातुक् नित् प्रत्ययः अस्ति अत् इति आकृतिः अतः अत्र तादृशस्थित्यां केवलम् अचिष्णु धातु ब्रुवाम् इति सूत्रस्य एव प्रसङ्गः भवति तत्र सार्वधातुक् अथवा पुगन्तलघुपदस्य च इति अत्र तु पुगन्तलघुपदस्य च इति चर्चा न कुर्मः किमर्थं चेत् सि अचिष्णु धातु ब्रुवाम् इति सूत्रे वदति इकारान्त् इकारान्त् अपि च उकारान्त् सो इगन्त् धातूनां कृते एव अजादि प्रत्यये परे इयङ् उवङ् आदेशः भवति. सो शत्रुप्रत्ययः तादृश प्रत्ययः अस्ति यत्र गुणस्य प्रसङ्गः न भवति, केवलम् अत्र इयङ् उवङ् आदेशः भवति. अतः अत्र अदादिविषये जुहोत्यादिविषये यदा तत्र शत्रन्त शत्रुप्रत्ययः योजयामः तत्र तु अचिष्णु धातु प्रुवाम् इत्यस्य प्रसङ्गः अवश्यम् आयाति यदि धातौ अन्ते ईवर्णः अथवा ऊवर्णः अस्ति. ईवर्णः अपि च इकारः एतयोः मध्ये भेदः अस्ति वा भगिनि व्याकरणशास्त्रे? यदि अहम् ईवर्णः वदामः अथवा इकारः वदामः चेत् इकारः ईवर्णः इत्युक्ते स्वरः. तेन किं व्याकरणशास्त्रे ईवर्णः वदामः चेत् तत्र स्वरः अस्ति. अनेन किं कस्य ग्रहणं भवति? ईवर्णः इति वदामः चेत् कस्य ग्रहणं भवति? ईवर्णः सर्वे अष्टादश. सत्यम्, अष्टादश इकाराणां ग्रहणम् ईवर्णः इति वदामः चेत्. यदि अहम् इकारः वदामः चेत् केवलं ह्रस्व इकारस्य. तदेव अस्ति. सो व्याकरणशास्त्रे तत्र भेदः भवति. यदि वयं वर्णः वदामः चेत् तत्र इकारस्य अष्टादश प्रभेदाः सन्ति. सो तत्र अष्टादश इकाराणां ग्रहणं भवति. तथैव अत्र यः युवोः इति अस्ति अस्मिन् सूत्रे, युवोः इति यः अस्ति तत्र ई ऊ इति अस्ति. सो यदि तत्र ह्रस्व इकारान्त अङ्गम् अस्ति वा दीर्घ इकारान्त अङ्गम् अस्ति, अजादिप्रत्ययपरे तस्य इयङादेशः भवति एव. सो युवोः इत्यनेन अत्र कोऽपि तपरकरणं नास्ति, अत्र किमपि न. यत्र यत्र सूत्रेषु केवलम् ई उक्तमस्ति अथवा अ उक्तमस्ति, अवर्णः उक्तमस्ति, ईवर्णः उक्तमस्ति अथवा ऊवर्णः उक्तमस्ति चेत् तत्र वर्णः इत्यनेन तत्र अष्टादश प्रभेदानां ग्रहणं भवति. परन्तु यत्र केवलं ह्रस्व इकारः नो चेत् दीर्घ इकारः इष्टमस्ति चेत् तत्र महर्षि साक्षात् तत्र तपरकरणं करोति अथवा किमपि अन्यत् रूपेण तत्र तस्य निर्देशः करोति. परन्तु यदा व्याकरणशास्त्रे वर्णः वदामः चेत् तत्र अष्टादश प्रभेदानां ग्रहणं भवति इति अस्माभिः तत्र स्मर्तव्यम्. सो अत्र युवोः इत्यनेन, युवोः इति यः अस्ति सः धातोः इत्यस्य विशेषणमस्ति. कीदृशधातोः? युवोः धातोः इत्युक्ते इकारान्त उकारान्त धातोः विषये अस्ति. ईवर्णान्त धातोः अथवा ऊवर्णान्त धातुः. अतः अत्र उ अथवा ऊ द्वयमपि लिखितमस्ति. सो यदि अन्ते ह्रस्व उकारः अस्ति अथवा दीर्घ उकारः अस्ति तस्य उवङ् आदेशः तु भवति एव. यथा ब्रू इति अस्ति, ब्रू इति दीर्घ ऊ अस्ति, तस्य उवङ् आदेशः भवति. परन्तु यः आदेशः अत्र उक्तमस्ति उवङ् इयङ् उवङ् तत्र ह्रस्व इ अथवा ह्रस्व उ अस्ति. आदेशः तु साक्षात् उक्तमस्ति. अत्र पश्यतु भगिनि, युवोर् ह्रस्व इकारः, इयङ् उवङ् इति साक्षात् उक्तमस्ति. सो आदेशे तु ह्रस्व इ ह्रस्व उ एव अस्ति, परन्तु युवोः इत्यनेन ईवर्णान्त धातुरूपी अङ्गम्, ऊवर्णान्त धातुरूपी अङ्गम्. अतः दीर्घस्य अपि ग्रहणं, ह्रस्वस्य अपि ग्रहणम् इति भवति. इदानीं वदतु, अत्र अदादौ उदाहरणमपि दत्तमस्ति. अत्र ब्रूयोग अत्वा शप्लुक् लिखितमस्ति न, शप्लुक् शपः लुक् लोपः अतः भ्रूयोग अत् भवति. अचिष्णुधातु ब्रुवाङ् योर् इयङ् वङ्गौ इत्यनेन उ उकारान्तधातुरूपी अङ्गस्य ऊकारस्य स्थाने उवङ्गादेशः. अतः अत्र केवलं बकारः भवेत्, अत्र रेफः अस्ति, तत्तु टङ्कन्दोषः अस्ति, बिकास् रेफ इस् सेपरेट्लि रिटन् ओवर् हियर्, इसन्ट् इट्? सो अत्र केवलं बकारः भवेत्, अनन्तरं रेफः अस्ति, अनन्तरं यः ऊ अस्ति दीर्घ ऊ ब्रू इति अस्मिन् वर्णत्रयं बकारः रेफः ऊकारः, सो ऊकारस्य ऊ इति आदेशः, बिकास् उवङ्ग् आदेशे कस्य कस्य इति संज्ञा अस्ति? उवङ्ग् नकारस्य संज्ञः, अपि च अकारस्य. अत्र न लिखितम्, अत्र अकारस्य अपि उव् एव अत्र तिष्ठति, अत्र उव लिखितमस्ति, परन्तु इयङ् आदेशे अपि इ अवशिष्यते, उवङ् आदेशे उव् अवशिष्यते, अकारः अत्र केवलम् उच्चारणार्थम् अस्ति. सो उव् इति, सो ऊ इत्यस्य स्थाने उव् आदेशः भवति. वदतु. अतः भृ योग उव् योग अत्. इदानीं वर्णमेलनेन ब्रूवत् इति प्रथमे वी केनाट् एड् आल् द थ्री एण्टिटीस् बिकास् अत् अपि प्रत्ययः अस्ति. सो वी हेव् टु सी अत् वी विल् कीप् इट् सेपरेट्लि इन् द सेकेण्ड् स्टेज्. प्रथमे तत्र ब्रयोग उव् एव योजनीयं बिकास् अत् अपि प्रत्ययः अस्ति. इदानीम् अत् प्रत्ययस्य कृते ब्रूव् इति अङ्गम् अस्ति. अनन्तरं पश्यामः अत्र किमपि इदानीं कार्यमस्ति वा नास्ति, अत् प्रत्ययस्य कारणेन किमपि कार्यम् अस्ति वा नास्ति वा. यदि नास्ति चेत् अनन्तरं तृतीयसोपाने वर्णमेलनं करणीयम्. एकत्र वर्णमेलनं न करणीयं बिकास् अत् इति प्रत्ययस्य अत् अस्ति. सो प्रत्ययस्य प्राक् यद् भवति तत् अङ्गम् अस्ति. प्रथमे प्रथमप्रत्ययस्य कारणेन यत् किमपि परिवर्तनम् अभवत् तत्र वर्णमेलनं करणीयम्, इदानीम् अत् इति कारणेन. सो ब्रुवत् इति तत्र प्रातिपदिकं भवति. जुहोत्यादिगणे जुहोत्यादिगणे श्रीधातु श्री जिह्वी भवति. जिह्वी योग अत् सार्वधातु कपि प्रत्यय अस्ति. जिह्वयोग ईकारस्य इय आदेश भवति, अतः जिह्वयोग इय योग अत्. अत्र जिह्विय योग अत् भवति, तदनन्तरं वर्णमेलनेन जिह्वियत् भवति. अत्र द्वित्वं कथं भवति भगिनि, जानाति वा? ह्री धातुः हलादि अस्ति, अतः एकाचो द्वे प्रथमस्य इति सूत्रेण ह्री ह्री भवति. ह्री ह्री भवति. तदनन्तरं जी कथं भवति? ह्री ह्री भवति चेत् प्रथमे तत्र किं करणीयम्? अभ्यासे हलादिशेषः, न न हलादिशेषः, प्रथमे हलादिशेषः करोतु। हलादिशेषः अभ्यासे कानिचन कार्याणि भवन्ति न, अभ्यासः इत्युक्ते प्रथमभागस्य कृते अभ्यास इति संज्ञा अस्ति। उभय अभ्यस्तं पूर्वाभ्यासः इति संज्ञासूत्रद्वयं न, पूर्वभागस्य अभ्यास इति संज्ञा अस्ति। अभ्यासभागे कानिचन कार्याणि भवन्ति, दीर्घस्वरः अस्ति चेत् तस्य ह्रस्व आदेशः भवति, सूत्रमस्ति ह्रस्वः, सो वि विल् डु, सो ह्रस्वः इत्यनेन ह्रि भवति, ह्रस्वः इत्यनेन ह्रि भवति अभ्यासभागे। अनन्तरं ह्रीभागे अभ्यासभागे न केवलं हकारः अस्ति, रेफः अपि अस्ति, तत्र तु एकमेव हल् वर्णः अवशिष्यते अभ्यासभागे। सूत्रं किम्? हलादिशेषः, आदिं हलः एव अवशिष्यते, सो आदिं हकार हकारः अस्ति, सो इट् बिकम्स् हि योग ह्रि। इदानीम् अभ्यासभागे एकम् अन्यत् सूत्रमस्ति न, कुहश्चु, कु इत्यस्य चु भवति, हकारस्य अपि तत्र चु भवति चेत् हकारस्य स्थाने हकारस्य तुल्यतमवर्णः चु मध्ये कः? च, छ, झ एण्ड् झ, महाप्राण, बिकास् हकारः महाप्राणवर्णः, सो महाप्राण झकारः इति आदेशरूपेण आयाति। सो किं भवति इदानीं? सो कुहश्चु ह्रस्वः, हलादिशेषः, कुहश्चु अभ्यासे, एतानि सर्वाणि अभ्यासे अभ्यासे इत्यादिकारे सन्ति सूत्राणि। अभ्यासे इत्युक्ते यस्य अभ्याससंज्ञा अस्ति तस्मिन्, तस्य तस्य तस्य विषये। सो इदानीं किं भवति? जि योग ह्रि। इदानीं इदानीं तत्र अभ्यासे चर्च् चरत्वं भवति, अभ्यासे चर्च् इति सूत्रम्, अभ्यासे चरत्वं भवति, अभ्यासे चर्च् एकवारं पश्यामः। एतावता अवगतं वा भगिनि? झी ह्रि सर्वैः अवगतं वा एतानि सोपानानि? हलादिशेषः अस्ति अतः एकमेव आदिं हल् वर्णः एव अवशिष्यते अभ्यासे अभ्यासभागे, अतः केवलं रेफस्य तत्र अपगच्छति, रेफः एकमेव हल् अवशिष्यते, सो हकारः एव अवशिष्यते। वन् सेकेण्ड् भगिनि, अभ्यासे चर्च् इति सूत्रं पश्यामः। अभ्यासे चर्च् एतदपि अभ्यासे चर्च् जलाम्, अभ्यासे विद्यमानस्य जलवर्णस्य यथा योग्यं जश् अथवा चरादेशः भवति। सो इदानीम् अभ्यासे अत्र सि अत्र कोऽपि निमित्तं नास्ति, अभ्यासविषये एव कार्यं भवति, अत्र कोऽपि निमित्तं न दत्तं। सो वि हाव् जि झकारः, महाप्राणझकारः, तस्य चर आदेशः भवति। सो अभ्यासे विद्यमानस्य जलवर्णस्य यथा योग्यं जश् अथवा चरादेशः भवति। ओ अस्तु, सो इदानीं तत्र सो अभ्यासे चर्च् इति सूत्रेण तत्र किं भवति झि इत्यस्य कृते झि इति भवति चरत्वं भवति इत्युक्ते अत्र चरत्वं न भवति अत्र जश् आदेशः भवति सो झि इति आदेशः भवति सो जिह्रि इति इदानीम् अस्ति अङ्गं जिह्रि इति तत्र अङ्गम् अवगतं वा भगिनि जष्ट्वं किमर्थं महोदय जश् आदेशः जश् इति अत्र जश् इति एव आदेशः भवति प्रथमे तु जश् आदेशः यदि जश् इति यदि जष् वर्णः अस्ति चेत् तस्य चरादेशः भवति अत्र एकवारं पश्यामः वन् सेकेण्ड् It is all done. महाप्राणः अल्पप्राणः पादि इति किमपि श्रुतं किं भगिनि महाप्राणः अल्पप्राणः पादि इति सूत्रमस्ति न महाप्राण अल्पप्राण भवति चेत् अत्र सूत्रमस्ति न अभ्यासे चर्च इति सूत्रेण अत्र न केवलं चर् अस्ति चर्च अपि अस्ति सो न केवलं चर् भवति च इत्यनेन पूर्वे यत् उक्तमस्ति इत्युक्ते पूर्वे मे बि जश् उक्तमस्ति न केवलं चर् भवति जश् अपि भवति इति तत्र लिखितमस्ति सो अत्र पश्यामः चेत् प्रायशः अवगन्तुं शक्यते किमर्थं केवलं जश् एव भवति अत्र पठतु एकवारं भगिनी अत्र मे बि अत्र किञ्चित् उल्लेखः अस्ति सो वि विल् अण्डर्स्टाण्ड् एकवारं पठतु भगिनि एतत् सूत्रम् अभ्यासे चर्च स्क्रीन् दृश्यते वा केन् यु सी द स्क्रीन् आमाम् आचार्य मञ्जरी भगिनी भवती पठतु अत्र षष्ठाध्यायस्य क्षम्यतां म्यूट् मध्ये आसीत् षष्ठाध्यायस्य एकाचो द्वे प्रथमस्य इति द्वित्वप्रकरणस्य सूत्रैः द्वित्वे कृते तत्र यः प्रथमः तस्य पूर्वोऽभ्यासः इति सूत्रेण अभ्यासः इति संज्ञा भवति अस्मिन् ह्री पूर्वभागस्य पूर्व अभ्यासः इति सूत्रेण पूर्वस्य अभ्यास इति संज्ञा भवति बिकास् अत्र अभ्यासे अस्मिन् सूत्रे अभ्यासे इति पदमस्ति अभ्यासे इत्यनेन किं सो फस्ट् ही इस् एक्स्प्लेनिङ्ग् अभ्यासे इत्यनेन किं सो वयं जानीमः व्याकरणशास्त्रे तत्र अभ्यास इति संज्ञा अस्ति सो अभ्यास इति संज्ञा कुत्र भवति यत्र द्वित्वं भवति सो एकाचो द्वे प्रथमस्य अथवा अजादेः द्वितीयस्य इति सूत्रेण यदा द्वित्वं भवति तत्र पूर्वभागस्य कृते अभ्यास इति संज्ञा अस्ति अतः तस्मिन् अभ्यासे अत्र सप्तमी अस्ति अभ्यासे इति सप्तमी अस्ति परन्तु निमित्तसप्तमी नास्ति विषयसप्तमी अस्ति सो अभ्यासविषये अभ्यासविषये किम् इति अत्र प्रथमे लिखितमस्ति अभ्यासे इत्यनेन किम् अभ्यास इति संज्ञा अस्ति यत्र द्वित्वं भवति तत्र अभ्याससंज्ञा भवति तस्मिन् विषये किम् अस्मिन् अभ्यासे विद्यमानस्य यः झल् वर्णः तस्य यथा योग्यं जष् वर्णादेश उत चर्वर्णादेशः भवति इति प्रकृतसूत्रस्य अर्थः. संवारनाद्घोषेन वाक्येन किम् अभ्यासे विद्यमानस्य झल् वर्णस्य प्रथमे जष् आदेशः भवति न तु चर् आदेशः इति. न न जलवर्णस्य यथा योग्यं जश् उत चर् अग्रे पश्यामः किमर्थं जश् प्रथमे. सो जलवर्णस्य यथा योग्यं जश् नो चेत् चर्. यदि जश् न सम्भवति चेत् चर् भवति. इति सूत्रस्य अर्थः. तावदेव सूत्रं वदति अभ्यासभागे यदि कोऽपि जलवर्णः अस्ति चेत् तस्य जष् उत चर् आदेशः भवति. अग्रे पश्यतु, अग्रे पठतु. संवारनादघोषवर्णानां तादृशः एव संवारनादघोष आदेशः जस् जष् वर्णादेशः भवति. तथा च विवारश्वास अघोषवर्णानां तादृशः एव विवारश्वास अघोषः चर् वर्णादेशः भवति इति अत्र आशयः. इत्युक्ते आल् आफ् दीस् आर् आभ्यन्तरप्रयत्न. संवर्णात् घोष, विवार, श्वास, अघोष, आल् आफ् दीस् आर् आभ्यन्तरप्रयत्न. वेन् वि से तुल्यास्य प्रयत्नं सवर्णम् अनन्त वट् वास् द अनन्तर सूत्र. सवर्णानां कृते न केवलं तत्र इत्युक्ते उच्चारणस्थानस्य उल्लेखः अस्ति अस्मिन् सूत्रे तुल्यास्य प्रयत्नं सवर्णं. परन्तु तत्र यदा वयं सवर्ण वदामः चेत् कस्य एतत् सवर्णः अस्ति वा नास्ति, तत्र अभ्यन्तरप्रयत्नः अपि समानं भवेत्, तदा एव सः सवर्णः भवति. द्वयोः मध्ये सवर्ण इति तत्र सम्बन्धः भवति. सो न केवलं तत्र इत्युक्ते उच्चारणस्थानं समानं, परन्तु आभ्यन्तरप्रयत्नम् अपि समानम् अस्ति चेदेव सवर्णं. सो तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रेण केवलम् उच्चारणस्थानं समानम् अस्ति चेदेव सवर्णं न भवति, तत्र आभ्यन्तरप्रयत्नमपि समानं भवेत्. सो आभ्यन्तरप्रयत्नानि कानि इत्युक्ते संवारणात् घोष, विवार, श्वास, अघोष, एतानि सर्वाणि आभ्यन्तरप्रयत्नानि. सो यदा तत्र सो वी हेव् टु नाट् ओन्लि चेक् दिस् उच्चारणस्थानं, यथा कु इत्यस्य कृते. सो कु क ख ग ग ङ इति तु समान सर्वेषां कृते तत्र कण्ठः एव उच्चारणस्थानम् अस्ति, परन्तु प्रत्येकस्य वर्णस्य प्रयत्नं भिन्नं भिन्नम् अस्ति. सो दट् दिस् इस् वाट् इट् इस् सेयिङ्ग् दट् संवारनाद् घोषवर्णानां तादृशः एव संवार अस्ति चेत् संवार आदेशः भवति. बिकास् अत्र किम् अत्र चर्च इत्यनेन तत्र चर् इति सूत्रेण तत्र चर् इति यः अस्ति सः वर्गीयप्रथमवर्णः, जश् इति वर्गीयवर्णेषु तृतीयवर्णः अस्ति. सो वी हेव् टु नाट् ओन्लि चेक् द वी हेव् टु चेक् दीस् थिङ्ग्स् आल्सो संवर्णात् घोष इति अपि तत्र द्रष्टव्यम्. एकवारं तत्र उदाहरणानि पठामः. सो दीस् आर् आर् आभ्यन्तरप्रयत्न. सो विवार अस्ति चेत् तत्र विवार एव आदेशः भवति, यथा वयं तत्र हकारस्य विषये दृष्टवन्तः. हकारस्य हकारस्य कोऽपि इत्युक्ते तस्य हकारस्य किम् उच्चारणस्थानम्? कण्ठः अस्ति, परन्तु कण्ठः अस्ति. सो कुहश्चु इति सूत्रेण चूवर्णेषु वन्विषे कुहश्चु. अत्र पश्यतु भगिनि, स्लैट्लि दीस् आर् वेरि इम्पार्टेण्ट्. सो वेन् वि डिड् कुहश्चु, हि इत्यस्य कृते आर् हि इत्यस्य कुहश्चु इत्यनेन तत्र चु आदेशः भवति, अभ्यासभागस्य चु आदेशः भवति. हकारस्य उच्चारणस्थानं तु कण्ठः, चु इत्यस्य तु तालु अस्ति. सो अत्र स्थान आधारीकृत्य तत्र सवर्णः वयं न अवगन्तुं शक्यते. सो अत्र सवर्णस्य कृते हकारस्य स्थाने कः वर्णः आदेशरूपेण आगन्तुं शक्यते, तस्य इत्युक्ते निर्णयं कथं भवति? संवर्णात्, घोष इति आधारीकृत्य एव भवति. बिकास् अत्र हकारस्य तु उच्चारणस्थानं कण्ठम् अस्ति, चु इति वर्णानां तु तत्र तालु अस्ति. सो तत्र स्थान आधारीकृत्य वयं निर्णयं न कर्तुं शक्यते. सो तत्र कथं निर्णयः भवति? हकार तत्र आभ्यन्तरप्रयत्नस्य आधारीकृत्य एव भवति. हकारः महाप्राणवर्णः, च छ ज ज झ मध्ये झकारः एव महाप्राणवर्णः, अतः झ इति एव आदेशरूपेण, बिकास् स्थाने अन्तरतमः इति सूत्रं किं वदति? स्थाने अन्तरतमः इति सूत्रं किं वदति? यः स्थानीवर्णः अस्ति तस्य कृते यद् अनेकाः आदेशाः भवन्ति चेत् तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते. यथा हकारस्य कृते चु इति आदेशः अस्ति, चु मध्ये तु पञ्चवर्णाः सन्ति. सो पञ्चवर्णेषु कस्य अत्र ग्रहणं करणीयम्? तत्र एव स्थाने अन्तरतमः इति सूत्रम् आगत्य सहायता करोति. सो स्थाने अन्तरतमः इति सूत्रं वदति स्थानीयः अस्ति, तस्य तुल्यतमवर्णः यः अस्ति सः एव आदेशरूपेण आगन्तुं शक्यते. सो च छ ज ज य मध्ये हकारः महाप्राण अस्ति, अत्र तु स्थान आधारीकृत्य वयं निर्णयं न कर्तुं शक्यते, अतः अत्र आभ्यन्तरप्रयत्नम् इति अथवा इति आधारीकृत्य एव भवति, अतः अत्र झ इति एव आगन्तुं शक्यते. बिकास् हकारः महाप्राण अस्ति, एतेषु झकारः महाप्राणवर्णः. अपि च सि न केवलं तत्, छकारः अपि महाप्राण अस्ति, इज़न्ट् इट्? छ अपि महाप्राण अस्ति न, परन्तु किमर्थं छ न आयाति? कोऽपि जानाति वा? च छ ज झ ञ मध्ये न केवलं झकारः महाप्राणवर्णः, परन्तु छकारः अपि महाप्राण अस्ति. किमर्थं केवलं ज छ न अस्ति? स्पष्टं नास्ति भगिनि, उच्चैः वदतु. अत्र चर् कोश्चु इति सूत्रे किमपि चर् न उक्तमस्ति न? कोश्चु, वि आर् डिस्कसिङ्ग् कोश्चु. हकारस्य स्थाने किमर्थं जकारः एव? किमर्थं? वट् वी आर् सेयिङ्ग् देट् हकार इस् महाप्राणवर्णः, अतः झ आयाति. परन्तु छकारः अपि महाप्राण अस्ति न? अत्र किं भवति? परन्तु अत्र उच्चारणस्थानं तु समानं नास्ति न भगिनि? सि च छ इति कर्कशव्यञ्जनानि, ज झ झ इति मृदुव्यञ्जनानि, हकारः अपि मृदुव्यञ्जनम् अस्ति. देट् इस् वै झ कम्स्. वी हेव् टु रिमेम्बर् दिस् आल्सो, कर्कश् अण्ड् मृदु हकार इस् अ मृदु व्यञ्जन, छकार इस् अ कर्कश व्यञ्जन, दट् इस् वै ओन्ली झकार कम्स्. सो टू क्वालिटीस् आफ् झकार मैचेस् विद् हकार, दट् इस् वै वी आर् टेकिङ्ग् झ नाट् छ. हकार अपि मृदु व्यञ्जनमस्ति इति कारणेन वा? आम्, इति कारणेन. अपि च महाप्राण अस्ति. सी, वी हाव् टु टेक् बोथ् द थिङ्ग्स् न. जकारः अपि मृदु, अल्पप्राण जकारः अपि मृदु अस्ति, परन्तु अल्पप्राण अस्ति. हकारः महाप्राण मृदु, अतः महाप्राण मृदु एव स्थाने अन्तर्तमः इति तत्र झकारः आयाति. स्थाने अपि स्थापितं हयवर, हयवर, ते सर्वे मृदुव्यञ्जने अस्ति. एते सर्वे मृदुव्यञ्जनानि, अतः झ आयाति. सो इदानीं तत्र, सो यत्र स्थानाधारीकृत्य निर्णयं न भवितुं शक्नोति तत्र वयं तत्र आभ्यन्तरप्रयत्न आधारीकृत्य एव अन्तरतमः तुल्यतमः कः इति वयं तत्र निर्णयं कुर्मः. सो इदानीम् अत्र अस्ति जश् वर्णः अपि च उत चरवर्णः. सो जश् वर्णः सि जलवर्णः, अत्र अस्माकं यः झकारः अस्ति सः मृदुव्यञ्जनः, इज़न्ट् इट्? झि इत्यस्य. सो वी आर् डिस्कसिङ्ग् वै झि इस् बिकमिङ्ग् झि नाट् चि, इज़न्ट् इट्? वी आर् डिस्कसिङ्ग् वै झि इस् बिकमिङ्ग् झि नाट् चि. अभ्यासे चर्च् इति सूत्रेण कथं झि झि भवति न तु चि भवति? सो बिकास् झकारः अस्ति किं, सो अत्र आदेशरूपेण ऐदर् जश् आगन्तुं शक्यते और् चर आगन्तुं शक्यते. सो झकार यदि जलवर्णः अल्पप्राण अस्ति चेत् अल्पप्राण एव आयाति, इत्युक्ते सोरि मृदु अस्ति चेत् मृदु एव आयाति. ची तो चकारः तो कर्कश अस्ति, अतः चर् न भवति, अत्र जि एव भवति इति तत्र अनेन सूत्रेण अभ्यासे चर्च. सो अभ्यासे चर् इति एव नास्ति, अभ्यासे चर्च इति एव अस्ति, चर्च अस्ति. सो अभ्यासभागे जलवर्णस्य न केवलं चर् आदेशः अस्ति, जश् आदेशः अपि अस्ति. सो इफ् द सूत्र वास् ओन्ली अभ्यासे चर् then there was no option, we have to do the charadesha, but it is saying abhyase jalavarnasya na kevalam char adeshah jash adeshah api bhavati, that is why it is written yatha yogyam. somewhere we read na yatha yogyam. सो अत्र अस्मिन् अभ्यासे विद्यमानस्य यः जलवर्णः तस्य यथा योग्यं जश् वर्णादेशः उत्चार वर्णादेशः भवति. सो अत्र तु जकारः एव आगन्तुं शक्यते बिकास् बोथ् आर् मृदुव्यञ्जनास्, वी हेव् टु सी आल् द आस्पेक्ट्स्. अतः झि एव आयाति. अवगतं वा? सर्वे एतत् सूत्रं पुनः पठतु, अत्र उदाहरणानि अपि सन्ति. सो मे बि सम् अदर् इन्फार्मेशन् इस् देयर्. सो दिस् इस् हौ वि डु द स्थाने अन्तर्तमः. सो इति जिह्रि इति तत्र भवति. इदानीं जिह्रि इति परे अजादि अपित् प्रत्ययः, सार्वधातुक अपित् प्रत्ययः अस्ति, इगन्ताङ्गम् अस्ति, सोरि इगन्ताङ्गम् अस्ति, अन्ते ईकारः अस्ति, अतः अत्र किम् अचिष्णु धातु ब्रुवाम् इति सूत्रेण तत्र आदेशः इयङादेशः भवति. इयङादेशे केवलम् इ अवशिष्यते. सो जिहि यत् इति तत्र प्रातिपदिकम्. यत्किमपि पूर्वे पठितं तस्य पुनः पुनः अभ्यासः करणीयं. द्वित्वं सो डू रीड् आल् द सूत्रास् आफ़् द्वित्वम् अदर्वैस् यू विल् फार्गेट् आल् दोस् सूत्रास् बिकास् अभ्यासभागे तत्र बहूनि सूत्राणां तत्र प्रसक्तिः भवति. कुहश्चु, ह्रस्वः, हलादिशेषः इति सूत्रेण तत्र कार्याणि भवन्ति. अस्तु, अग्रे पठामः. सो अचिष्णु धातु ब्रुवाम् इति सूत्रस्य प्रसङ्गः अदादिगणे प्रायशः भवति, यत् अपि च ज्योत्यादिगणे भवति, यत्र इकारान्त् उकारान्त् धातुरूपी अङ्गम् अस्ति, यथा ब्रू, यथा ह्री. ब्रू इति उकारान्त् धातुरूपी अङ्गम् अण्ड् ह्री इति ईकारान्त धातुरूपी अङ्गम्. शत्रुप्रत्ययः अजादि अपित अस्ति, अतः गुणस्य प्रसङ्गः तत्र नास्ति, अतः एतत् सूत्रं प्रसक्तः भवति. यत्र गुणः भवति तत्र तु गुणः एव करणीयं. यदा गुणस्य अभावः दृश्यते तत्र अपि च अजादिप्रत्ययः अस्ति तत्र इयङ् अङ्गादेशः करणीयम्. अस्तु मञ्जरी भगिनी, सी बिन्दु पठतु भगिनि. आम् आचार्य. विकर्णप्रत्ययस्य श्लौ अङ्गस्य द्वित्वं जुहोत्यादिगणे. अत्र उदाहरणमस्ति दा योग अत् दा योग श्लु योग अत्. अत्र श्लौ इति इत्यतेन द्वित्वं भवति, दा दा भवति, दा दा योग अत्. अत्र ह्रस्वः इत्यतेन अभ्यासस्य ह्रस्वं, ददा योग अत्. अनन्तरं श्नाभ्यस्त यो रातः इत्यतेन इत्यनेन श्ना इत्येतस्य अभ्यस्तानां च अङ्गानाम् आकारस्य लोपः भवति सार्वधातुके किणिति परत, तदा ददत् इति रूपं भवति. वदतु, ददत् कथम् आयाति? अत्र धातु अस्ति दा योगशत्रुप्रत्यय, तत्र अत् एव अवशिष्यते. अनन्तरं जुहोत्यादिगणस्य धातुः अस्ति, तथा श्लू मध्ये आयाति. न, श्लू श्लू इस् अत्र अत्र श्लू इति श्लू इति लोपसंज्ञा अस्ति, श्लू कोऽपि प्रत्ययः नास्ति. मध्ये किम् आयाति? मध्ये किम् आयाति? दा अत् मध्ये किम् आयाति? श्लू इत्यस्य लोपः भवति न? श्लू इति किम्? श्लू कोऽपि एण्टिटि नास्ति न भगिनि? श्लू तु एतत् संज्ञा अस्ति. अत्र तु लिखितं, बट् इट् इस् राङ्ग्ली रिटन् ओवर् हियर्. सो इदानीं दा योग अत् अस्ति. सो किं भवति अत्र? दा योग अत् अस्ति. अत्र श्लौ इति सूत्रेण न भगिनि, धातोः अनन्तरं सार्वधातु कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, शत्रुप्रत्ययः. किं भवति सार्वधातुप्रक्रियायां? किं भवति धातोः अनन्तरं यदा सार्वधातु कर्तर्थक् प्रत्ययः अस्ति चेत्? किं भवति? कर्तरि शप् बिकास् धातोः किं पश्यति? कर्तर्थक् सार्वधातुक् प्रत्ययः परे पश्यति. सो कर्तर्थक् सार्वधातुक् प्रत्ययः परे अस्ति चेत् कर्तरि शप् इति सूत्रेण शप् आयाति. दा धातु कस्य गणस्य धातु? जुहोत्यादिगणस्य धातु. जुहोत्यादिगणस्य कृते कोऽपि भिन्नविकरणः नास्ति, शप् एव अस्ति. इदानीं वदतु किं भवति? दा योग शप् योग अत्. दा योग शप् योग अत्. अनन्तरं शकारस्य पकारस्य इत्संज्ञा भूत्वा अकार एव. अत्र ज्योत्यादिगणे यदा शप् आयाति तस्य किं भवति? ज्योत्यादिभ्यः न श्लू भवति. लोप् लोप् इस् अ संज्ञा. वाट् इस् द सूत्रम्? what is the lopa, how do we explain lopa, what is the definition of lopa? Adarshanam lopa. Adarshanam lopa. Adarshanam lopa. So adarshanam lopa iti sutra sakshat anantaram asti. Luk shlu lup lo ap purva sutrat lopa ityasya anuvritti hi asti. So luk luk shlu shlu dirgha ukara asti va shlu lup na rasva eva asti lup luk shlu lup kim api lopah sakshat anantaram asti adarshanam. So purva sutrat lopah ityasya anuvritti hi asti. So luk is also lopah, shlu is also lopah, lup is also lopah, vishesh lopah. Lopah is samanya lopah, adarshanam lopah, luk shlu lup lopah. So these are also lopah, these are atrapi adarshanam bhavati. परन्तु विशेष संज्ञा आधारीकृत्य श्लु इत्यनेन लोपः लुक् इत्यनेन लोपः लुप् इत्यनेन लोपः. सो ज्योत्यादिगणे शप प्रत्ययस्य सामान्यलोपः न भवति, श्लु इत्यनेन लोपः भवति, श्लु इति कारणेन लोपः भवति. सो शप प्रत्ययस्य लोपः तु अस्ति, सम्पूर्णतया तस्य लोपः भवति, परन्तु केन कारणेन श्लू इति लोपः भवति, बिकास् सूत्र इस् ज्योत्यादिभ्यः श्लू. सो ज्योत्यादिभ्यः कस्य श्लू? शपः श्लू भवति, शपः स्थाने श्लू भवति. सो शप इत्युक्ते शपितस्य श्लू इति लोपः भवति. देट् इस् वै दे आर् रिटन्. सो इदानीं तत्र शप् प्रत्ययस्य सम्पूर्णतया लोपः भवति. सो वी हेव् ओन्ली द दा योग अत् शप्रत्ययस्य तु श्लू अभवत्, श्लू इति लोपः अभवत्. सामान्यलोपः नास्ति, श्लू इति लोपः अस्ति. सो इदानीम् अत्र श्लू अभवत्. सो श्लौ इति सूत्रेण, श्लौ इति सूत्रे अत्र श्लू प्रसङ्गः अस्ति. यत्र प्रत्ययस्य श्लू इति लोपः भवति तत्र श्लौ इति सूत्रेण किं, श्लौ इति सूत्रं किं वदति? आम्, द्वित्वं भवति. श्लौ इस् अ द्वित्वविधायकसूत्रं, बिकास् अत्र शप् श्लू भवति, अतः श्लौ विषये, श्लौ इति सप्तमी अस्ति. सो श्लौ विषये अपि धातौ द्वित्वं भवति. सो अत्र अपि हलादिधातु अस्ति, एकाच् अस्ति. सो एकाचो द्वे प्रथमस्य इति सूत्रेण प्रथम अव्ययस्य एव द्वित्वं भवति. सो अत्र किं भवति? दादा भवति. इदानीं वदतु, दादा योग अत्, दादा योग अत् अत् इति अपि प्रत्ययः अस्ति न प्रथमे. अत्र अभ्यासविषये तत्र कानिचन कार्याणि भवन्ति न भगिनि? इदानीम् अत्र दादा इति अभवत्, इदानीं किम्? अत्र अभ्यासस्य ह्रस्वं भवति. सत्यं, तेन किं? तेन ददा योग ददा आकारस्य. इदानीं वदतु, इदानीं किम् अस्ति? ददा योग अत् अस्ति, ददा योग अत्. अनन्तरं अत् इति अपित् प्रत्ययः अस्ति तथा निद्वत् भवति. सत्यं, अपि च सार्वधातुक अस्ति, शित् अस्ति. तत्र अनन्तरं श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति, अभ्यस्तस्य आकारस्य लोपः भवति. सत्यं, परन्तु श्ना अभ्यस्तो अभ्यस्तयोः आतः इति सूत्रस्य कः अर्थः भगिनि? तत्र अभ्यस्त आकारस्य लोपः भवति कदा? अपि च न तत्र न केवलं श्ना इति आकारस्य, श्ना श्ना प्रत्यये अपि आकारः अस्ति अन्ते, अपि च अभ्यस्तयोः न केवलं श्ना इति आकारयोः परन्तु अभ्यस्त आकारस्यापि लोपः निमित्तं किं सार्वधातुक नित् प्रत्ययः निमित्तमस्ति यदा तादृश अङ्गस्य परे सार्वधातुक नित् प्रत्ययः अस्ति तदा न केवलं श्ना आकारस्य लोपः परन्तु अभ्यस्त अङ्गस्य आकारस्यापि लोपः सो अत्र अस्माकं विषये तु अभ्यस्त आकारः अस्ति न तु श्ना आकारः अस्ति सो अस्मिन् सूत्रे न केवलं श्ना विषये उक्तमस्ति अभ्यस्तयोः द्वयोः आकारयोः सार्वधातुक नित् प्रत्यये परे तस्य तादृश आकारस्य लोपः भवति सो इट् बिकम्स् दद् दद् योग अत् अनन्तरं ददत् वर्णमेलनं ददत् अत्रापि पश्यतु भगिनि ददाति इत्यस्य लट्लकारस्य रूपाणि कानि लट्लकारस्य रूपाणि ददाति ददाति दत्तः ददति ददति अत्र ददा इत्यस्य आकारः श्रूयते वै किमर्थं ददा इत्यस्य अत्र आकारस्य लोपः न दृश्यते ददाति किमर्थम् सार्वधातुक पित् अस्ति नित् नास्ति सार्वधातुक पित् अस्ति अत्र तिप् इति प्रत्ययः सार्वधातुक पित् प्रत्ययः अतः अत्र श्ना अभ्यस्तो रातः इति सूत्रस्य प्रसक्तिः न भवति बिकास् परे सार्वधातुक नित् प्रत्ययः नास्ति सार्वधातुक पित् प्रत्ययः अस्ति सो सर्वत्र ददाति ददासि ददामि बिकास् तिप् सिप् मिप् प प प सर्वत्र अस्ति अतः आकारस्य अत्र लोपः न भवति बिकास् श्ना अभ्यस्तो रातः इति सूत्रे सार्वधातुक अपित् प्रत्यये परे एव कार्यमस्ति न तु पित् प्रत्यये परे परन्तु यदा अत्र पश्यतु अत्र ददति इति अत्र यत्र ददा इति अस्ति अङ्गम् अनन्तरं जी अस्ति जी जी प्रत्ययस्य तत्र अपित् अस्ति तत्र अपित् अस्ति अतः षट्षु स्थलेषु षट्षु स्थलेषु तत्र आ न श्रूयते कुत्रापि न श्रूयते आ नाट् ओन्ली एट् दीस् टु प्लेसेस् बट् एट् दीस् सिक्स् प्लेसेस् तत्र आ इत्यस्य लोपः भवति बिकास् सर्वत्र तत्र सार्वधातुक अपित् प्रत्ययः सर्वत्र अस्ति अतः श्ना अभ्यस्तो रातः इति सूत्रेण तत्र सर्वत्र ददा इत्यस्य आकारस्य लोपः भवति केवलं त्रिषु स्थलेषु एव आतिष्ठति तत्र तु सार्वधातुक पित् अस्ति सो दिस् इस् द एप्लिकेबिलिटि आफ् द सूत्रास् वेर् द सूत्रास् श्ना अभ्यस्तो रातः सो ददत् इति प्रातिपदिकम् अवगतं वा भगिनि अवगतम् अवगतम् अस्तु अग्रे सीविन्नुः श्लोक डि चेतना भगिनि चन्द्रा मेथि भगिनि अग्रे पठति वा भगिनि सी बिन्दुः अन्य एकं संशयं पृच्छामि वा अत्र अस्तु धातोः शत्रुप्रत्ययरूपं किमर्थं सन् सन्तो सन्तः असत् एव शत्रुरूपं भवति किन्तु सन् सन्तो सन्तः इति कथं भवति अकारस्य लोपः भवति न यथा तत्र अस्ति स्तः सन्ति अस्ति न भगिनि तत्र सार्वधातुक नित् प्रत्ययः परे अकारस्य लोपः भवति सूत्रं किं सूत्रमस्ति वट् इस् द सूत्र ओवर् देयर् यत्र सि अत्र पश्यतु भगिनि द लट्लकार रूपस् वट् आर् द लट्लकार रूपस् अस्ति स्तः स्थः एण्ड् स्थ सन्ति अहं तत् सूत्रं दृष्टवती किन्तु अत्र अस्तु धातोः कृदन्ते शब्दरूपम् असत् एव दत्तमस्ति असत् कृदन्ते शत्रुप्रत्ययस्य योजनेन असत् इति दत्तमस्ति न भगिनि असधातुः कृत् प्रत्ययपरे इत्युक्ते अत्र अस्तिर्भू इति सूत्रे अर्धधातुप्रत्ययपरे तस्य भू आदेशः भवति परन्तु अत्र तु भिन्नसूत्रमस्ति अकारस्य अपि च सूत्रं किं तत्र अकारस्य केन सूत्रेण मया तु एकं सूत्रमस्ति न सार्वधातुक् नित् प्रत्ययपरे अस् धातुः अकारस्य लोपः भवति सूत्रं किम् अकारस्य सार्वधातुक् नित् प्रत्ययपरे सि अस्ति असि अस्मि अस्मि सो एतेषु त्रिषु स्थलेषु अकारः श्रूयते परन्तु षट्षु स्थलेषु अकारः न श्रूयते बिकास् अत्र सूत्रमस्ति सार्वधातुक् नित् प्रत्ययपरे सिमिलर्लि दिस् शत्रुप्रत्यय इस् आल्सो सार्वधातुक् नित् सो तत्र अपि अकारस्य लोपः भवति अस् धातुः अकारस्य लोपः भवति लोपः इति किं भगिनि स्नस्तुरल्लोपः इति लिखितमस्ति कुत्र सिम्पल् धातुः प्रकरणे अकारस्य तत् सूत्रमस्ति अस्माकं परिचितं सूत्रमस्ति ह्यंसोर्लोपः शंसोर्लोपः इति सूत्रं सत्यं नम् प्रत्यये न उत्तरं तत्र अकारः अस्ति तस्यापि लोपः भवति सार्वधातुक् नित् प्रत्ययः परे अपि च तस्मिन् सूत्रे अस् धातुः अपि तस्य उल्लेखः अपि अस्ति शंसोर्लोपः इति सूत्रेण शंसोर्लोपः अल्लोपः इति भवति अत्लोपः अस्ति अल्लोपः इत्युक्ते अल्लोपः श्ना अपि च अस् श्ना इत्युक्ते अत्र श्ना इति न इति नास्ति श्नम् प्रत्ययस्य श्नम् विकरणस्य अस् धातोः च अङ्गस्य अकारस्य सार्वधातु कितनित् प्रत्ययपरे लोपः भवति तदहं दृष्टवती किन्तु अष्टाध्यायी मध्ये एव अस् धातु कृदन्ते अहं दृष्टवती अत्र शत्रुप्रत्ययस्य योजनेन अक्षत् इति रूपं दत्तमस्ति अतः एव पुनः संशयम् अत्र सत् अस्ति कुत्र असत् अस्ति भगिनि अकारस्य लोपः अस्ति अत्र सार्वधातुक् नित् प्रत्ययः अस्ति अत्र पश्यतु अत्र श्ना शंसोर्लोपः इति सूत्रेण सत् एव अस्ति मम दूरवाणीमध्ये अहं दृष्टवती अत्र असत् इति रूपम् एव आगच्छति वादिगणीयदातु तद् वादिगणीय एतद् अदादिगणीयदातु हा एतद् भिन्न अस् न एतद् भुवादिगणीयः दिस् अस् देर् आर् थ्री अस् धातु इत्युक्ते असत्यायां सत्यायां तस्य धातुविषये अस्ति. देट् विल् बि अ डिफ्रेण्ट् धातु भगिनि, यु मस्ट् बि दिस् इस् द असत्यायाम् इत्युक्ते टु एक्सिस्ट् यथा भू अस्ति तथैव. सो अत्र सत् एव रूपम् अस्ति. नार्मलि भिन्नभिन्न धातु अस्ति चेत् भिन्नभिन्नगणे अस्ति चेत् अपि कृदन्ताः समानरूपं भविष्यति, अतः मनसि अधिकं न दृष्टव्यम् अस्ति. अतः अस्माभिः किम् अवगन्तव्यं, शंसोर्लोपः इति सूत्रे यः अस् धातुः उक्तम् अस्ति सः किं भुवादिगणस्य अस् धातु, न तु अन्य कोऽपि अस् धातुः. तादृश एव, बिकास् देट् इस् वै इट् बिकम्स् अस्ति स्तः सन्ति. तत्रापि अकारस्य शंसोर् लोपः इति सूत्रेण अकारस्य लोपः भवति सार्वधातु कित्मित् प्रत्यये परे. अस्तिस्तः सन्ति अदादिगणस्य अस् धातु खलु. अस्तिस्तः सन्ति अदादिगणस्य अस् धातु खलु, टु एक्सिस्ट्. अदादिगणे एव टु एक्सिस्ट् इति अर्थे we are discussing that is on that only na but me adadi, sorry I said bhuvadi adadi ganasya to exist to be satyayam ityasya asmin arthe to adadi ganasya astatu na to bhuvadi ganasya astatu satyam bhagini adadi ganasya na to bhuvadi ganasya adadi ganasya. संसोर् लोपः इति सूत्रे यः अस्तातुः अस्ति सः अदादिगणस्य अस्तातु न तु अन्यगणस्य. संसोर् लोपः इति सूत्रे अत्र उक्तमस्ति वा? आम्, अत्र पश्यतु अस् भुवि, अस् भुवि इति एतयोः अत्र लिखितमस्ति. अत्र पश्यतु स्क्रीन् दृश्यते वा, मया शेर् कृतं वा? अत्र पश्यतु अस् भुवि, सो अस् भुवि इति अदादिगणस्य धातु एव, न तु कोऽपि अन्य. सी हियर् वट् वि वेर् डिस्कसिङ्ग् अस्. अत्र पश्यतु अस् इति भुवि, दिस् अस् भुवादिगणस्य अस् इति गतिदीप्ते आदिषु एतेषु अस् इति क्षेपणे. केवलम् अस् भुवि इति यः अस्ति तत्र एव शंसोर्लोपः इति सूत्रेण अकारस्य सार्वधातु कित्नित् प्रत्यये परे लोपः अस्ति. अस् धातुः यः भुवि अर्थे अस्ति तस्य एव, न तु अन्य अस् धातुविषये इति तत्र उक्तमस्ति, तस्मिन् सूत्रे दत्तमस्ति. अत्र पश्यतु because since there are three as dhatus, kasya as dhato ho bhuvi ite avarna shlopa. danindo samaya bhava vigarana pratyaya utrasti vigarana pratyaya slau angasya dittum निहोत्यादिगणे दा योगः दा श्लु योगः श्लौ इत्यनेन दित्वं विकरणप्रत्यये ददत् अभवत् अनुष्ठगामः इदानीम् इच्छति इति समयः. कोऽपि प्रश्नः अस्ति वा लक्ष्मी भगिनी, किमपि पृष्टं वा? न भगिनि, सा उक्तवती किल धातु अस् धातु इति, तद् अदादिगणीयधातु अस्ति इति उक्तवती. असति भवति चेत् तद् भवादिगणीयधातु. आम्, देट् इस् भवादिगणस्य असति. सत्यं, तृतीय अस् किम् अस्ति? तृतीय अस् धातु दिवादिगणस्य अस् सत्तायां भवादिगणस्य भुवि न न असत्यायाम् इति भुवादिगणस्य नास्ति. अस् इति गति दीप्तयोः टु गो टु शैन् टु ग्लो टु टेक् भुवादिगणस्य यः अस् धातुः देट् हेज़् अ टोटलि डिफ्रेण्ट् मीनिङ्ग्. द भुवि अर्थे सत्यायाम् इत्युक्ते अस् अस्ति इति यः सः अदादिगणस्य धातुः अस् भुवि इति तस्मिन् विषये एव शंसोर्लोपः इति सूत्रेण अकारस्य लोपः उक्तमस्ति सार्वधातु कित् नित् प्रत्यये परे अतः तत्र रूपाणि भवन्ति अस्ति स्तः सन्ति स्थः स्थ स्वः स्मः बिकास् षट्सु स्थलेषु सार्वधातुक् नित् प्रत्ययः अस्ति तत्र तत्र अकारस्य लोपः भवति शंसोर्लोपः बिकास् तत्र सार्वधातुक् अपित् प्रत्ययः अस्ति निद् इव अस्ति अतः तत्र अकारस्य अस् इति अकारस्य लोपः भवति परन्तु अस्ति असि अस्मि इति तत्र अकारः तिष्ठति अपि च तत्र दिवादिगणस्य अस् धातु अस्ति भिन्न अर्थे अस्ति क्षेपणे इति अर्थे अस्ति टु थ्रो इट् इस् टोटलि डिफ्रेण्ट् अर्थः कुत्रचित् समानधातुः अस्ति चेत् अर्थः अपि समानं भवति परन्तु अत्र तु टोटलि डिफ्रेण्ट् मीनिङ्ग् अस्ति भुवादिगणे यः अस् धातु सः गत्यर्थक् धातुः टु गो आर् टु शैन् टु ग्लो टु टेक् एण्ड् दिवादिगणे यः अस् धातु सः तु क्षेपणे अर्थे अस्ति सो भुवि तु केवलम् अदादिगणस्य अस् धातुः अस्ति स्तः सन्ति तत्र एव शंसोर्लोपः इति अकारस्य लोपः अन्यत्र नास्ति अन्यत् अस् धातुविषये नास्ति अकारस्य लोपः. अस्तु धन्यवादः. So C is over. Now we have to start from D bindu. So remember this, so keep on forgetting. Shanti mantram pathami. Om Purnamadah Purnamidam Purnat Purnamudachyate Purnasya Purnamadaya Purnameva Avashishyate. Om Shanti Shanti Shanti Harihi Om Shri Gurubhyo Namah. Dhanyavadah Namaskarah. धन्यवादः धन्यवादः नमस्कारः धन्यवादः.